अत्रापि एवं प्रेषयितुं शक्यते खलु? प्रेषितवती प्राप्तवान्. देट् इस् जस्ट् लोकल् लिङ्क्. अर्णा भगिनी आरम्भं करोति वा भगिनि? अन्तिमभागे कैश्चित् विशिष्टविधिसूत्रैः अपि अर्थविशेषे लृट्लकारः विधीयते इति. क्षम्यतां भगिनि, करपत्रं न प्राप्तं. विमला भगिनी, ऐ केण्ट् ओपन् इट् भगिनि. चाट् अत्र चाट् मध्ये अपि प्रेषितवती. आं भगिनि, तदपि न लभ्यते वा? अस्तु, अहं स्क्रीन् शेर् करोमि एकनिमिषम्. पटलं दृश्यते खलु? अन्तिमसूत्रं भगिनि, तत्र न अभिज्ञावचने लृट् इति अस्ति खलु? अभिज्ञावचने लृट् स्मृतिबोधक उपपदे सति भूत अनद्यतनकाले धातोः लुट् लकारः भवति. स्मृतिबोधने उपपदे भूत अद्यतने धातोः लुट् स्यात् इति भविष्यत्कालार्थे भवति खलु? सामान्यभविष्यत्कालार्थे अस्ति, किन्तु भूतकालार्थे, अनद्यतनभूतकालार्थे स्मृतिबोधकम् उपपदम् अस्ति चेत्, तदा भवति. अत्र लुट् भवति. उदाहरणमस्ति, अभिजानासि देवदत्त काश्मीरेषु वक्ष्यामः. पठति वा भगिनि एकवारं सूत्रम्? अत्र स्मृतिबोध्यन् बोधिन्युपपदे भूत अनद्यतने धातो लृट् स्यात् इति सिद्धान्तकौमुद्यामित्य सर्वं खलु? तत् लङ् अपवादः. अभिज्ञा स्मृति सा उच्यते अनेन इति अभिज्ञावचन तस्मै. ओके, प्रथमेव भगिनि तत्र आरम्भतः पठतु, क्षम्यता. ओके, या अभिज्ञावचने लुट् स्मृतिबोधक उपपदे सति भूत अनद्यतनकाले धातोः लुट् लकारः भवति. स्मृतिबोधने उपपदे भूत अनद्यतने धातोः लुट् स्यात् इति सिद्धान्तकौमुद्यम्. पदम तत् लङ् अपवादः खलु स्मरणार्थे, तत्र यु हेव् टु मूव् प्रोसर् भगिनि. अनन्तरम् आगच्छतु भगिनि. अभिज्ञा स्मृति सा उच्यते अनेन इति इतोपि अस्ति भगिनि. ऐ थिङ्क् युर् स्क्रीन् इट् इस् ब्लाकिङ्ग् युर् व्यू, जस्ट् मूव् इट् टु द रैट्. इतोपि अस्ति स्मरणार्थे उपदसंज्ञकशब्दे सति अनद्यतनभूतकालार्थे लृट् लकारः भवति इत्यपि वाक्यमस्ति. लङः अपवादः, या लङः अपवादः. अभिज्ञा स्मृतिः, सा उच्यते अनेन इति अभिज्ञावचनं तस्मिन् सूत्रे. वचनशब्दस्य अर्थः एव यत् अभिज्ञा इति पदमेव भवति इति न, स्मृत्यर्थे यत् किमपि पदं भवितुम् अर्हति, स्मरति, बुध्यते चेत् चेतवसे इत्यादीनि पदानि सम्बन्धानि स निदर्शनं उदाहरणमस्ति अभिज्ञानासि देवदत्त काश्मीरेषु वस्यामः देवदत्तः भवतः मनसि स्यात् यत् वयं काश्मीरे वसामः स्म इत्यर्थः. अभिज्ञावचने सप्तम्यन्तं लुट् प्रथमान्तं द्वितपद द्विपदम् इदं सूत्रम् अनद्यतने लङ्घितस्मात् अनद्यतने इत्यस्य अनुवृद्धिः प्रत्ययः परश्च धातोः भूते इत्यनेन इत्येषाम् अधिकारः अनुवृत्तिसहितमस्ति. अभिज्ञावचने अनद्यतने भूते धातोः लुट् प्रत्ययः परश्च सूत्रं वदति अभिज्ञाशब्दः उपपदे अस्ति चेत् अनद्यतन भूत अनद्यतन धातुतः लुट् लकारः विधीयते. अत्र अभिज्ञा इत्यादि अत्र स्मृति इत्येव अर्थः. केवलं अभिज्ञावचन एव नास्ति परन्तु अन्ये शब्दाः अपि स्मरणार्थे बोध्यते आदिषु बोध्यते चेत् चेतयसे इत्यादि पदमपि भवितुम् उपपदं भवितुमर्हति. तत्र क्लेशः नास्ति खलु अस्मिन् अत्र क्लेशः विमला भगिनी अग्रे अग्रे पठति वा भगिनि. तर्हि अग्रिम सूत्रं पठनीयं वा न यदि इति एतत् अग्रिमसूत्रमस्ति अभिज्ञाचन्द्रस्य इत्यस्य परः आयाति. यद् शब्दस्य योगे स्मृतिबोधकपदस्य सामीप्ये सत्यपि भूत अनद्यतनार्थे दृट् लकारो न भवति. उपपदसंज्ञकस्मृत्यर्थकपदे सत्यपि यत् इति अव्ययपद तस्मिन् वाक्ये उपयुज्यते चेत् लृट् लकारः न विधीयते. अभिज्ञावचने लृट् इत्यस्य निषेधकसूत्रम् एकवारं यदा अभिज्ञावचने लृट् इति सूत्रं निषिद्धमिति तदा सामान्यसूत्रम् अनिद्यतने लङ् इत्यनेन लङ् लकारः विधीयते. यथा अभिजानासि कृष्ण यत् वने अभुञ्ज्महि तत्र अभुञ्जमहि इति अस्ति जकारस्य अनन्तरम् अकारः न स्यात् यद्वने अभुञ्ज्महि इति भवेत्. स्मरसि कृष्ण यत् वने वयम् अखादाम दृट् लकारः भवति स्म किन्तु यत् इति पदं यदा उपयुक्तं तदा लृटः निषेधे सति लङ् लकारः विहितः. अत्र अभुञ्ज्महि इति भुज् धातोः लङ् इति न अव्ययपदं यदि सप्तम्यन्तं द्विपदमिदं सूत्रम्. अभिज्ञावचने लृट् इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः अनद्यतने लङ् इत्यस्मात् अनद्यतने इत्यस्य अनुवृत्तिः प्रत्ययः धातोः भूते इत्येषाम् अधिकारः अनुवृत्तिसहित सूत्रम् अभिज्ञावचने अनद्यतने भूते यदि धातोः दृट् प्रत्ययः न. एतदस्माभिः गतवर्गे हा हा पठितं. अभिज्ञावचने विवृत्तिः अस्ति किम् इत्युक्ते यत् शब्दस्य प्रयोगः अपि अस्ति चेत् तर्हि दृट् नै भवति न भवति केवलं लङ् इति लङ् भवेत् इति औत्सर्गिकलङ्लकारः औत्सर्गिकलम् आम् अत्र अन्य कोऽपि पठ्यते स्मृतिबोधकशब्दः अस्ति श्रुति उपपदे अस्ति सत्यपि तथापि शब्दस्य योगे तत्र लकारः न भवति केवलं निष्केवल निषेधकशब्दः अभिमसूत्रं धातु विभाषा साकाङ्क्षे स्मृतिबोधक उपपदे सति भूत अनद्यतनकाले धातोः नित्लकार विकल्पेन भवति यदि सत्य सति अपि असति अपि यदा सम्बन्धक्रियाद्वयम् अस्ति अपि च एकस्याः आवश्यकता भवति अपरस्य अर्थपूरणार्थम् उक्तविषये लट्वा स्यात् लक्ष्यलक्षणभावेन साकांक्षचेत् धातुः अर्थ इति सिद्धान्तकौमुद्याम् अभिज्ञावचन उपपदे यत् शब्दसहिते केवले च विभाषा लिट् प्रत्ययः भवति साकांक्षचेत् प्रयोक्ता इति काशिकायां साकांक्षशब्दस्य अर्थ एवम् अस्ति क्रियाद्वयं वर्तते तत्र एका क्रिया भवति माध्यमं लक्षणम् अन्या क्रिया भवति लक्ष्यम् एकया क्रियया अपरस्या अर्थपूर्तिः यथा अभिजानासि देवदत्त कश्मीरान् गमिष्यामः तत्र सक्तून् पास्यामः अथवा विकल्पेन अभिजानासि देवदत्त कश्मीरान् अगच्छामः तत्र सक्तून् अपिबाम अत्र गमनं लक्षणं पानं लक्ष्यं पुनः यत् शब्दस्य व्यवहारे सति अभिजानासि देवदत्त यत् कश्मीरान् गमिष्यामः अथवा यत् कश्मीरान् अगच्छाम यत् तत्र ओदनं भोक्ष्यामहे अथवा यत् तत्र ओदनं भुञ्जमहि विभाषा प्रथमान्तं साकांक्षे सत्यमन्त इदानीमस्ति विभाषा साकाङ्क्षी विभाषास्मिन् विकल्पद्वयं तस्य उपयोगः भवति साकाङ्क्षी इति अर्थमस्ति क्रियाद्वयं भवेत् एका क्रिया भवति अन्या भवति तयोः सम्बन्ध सम्यक्तया न श्रूयते मध्ये मध्ये भङ्गः भवति इदानीं सम्यक् अस्ति अस्तु साकाङ्क्षे इति अस्ति क्रियाद्वयं भवेत् द्वयोः सम्बन्धः भवति एका क्रिया भवति लक्षणक्रिया अन्या क्रिया भवति लक्ष्यं क्रिया तो इति यदि सम्बन्ध क्रियाद्वयोः सम्बन्धः अस्ति तत्र स्मृतिबोधक उपपदे सति अनद्यतनभूतकाले लिट् लकारस्य प्रयोगः विकल्पेन भवति अपि यदि यत् अव्ययपदं यद् उपयुक्त अस्ति तत्र अपि विकल्पेन भवति चत्वारः भवन्ति चत्वारः किं भवति वाक्यानि भवितुं शक्नुवन्ति एक अस्ति प्रथमं यत् सूत्रम् अस्ति अभिज्ञावचने लिट् तस्य अपि द्विवारं भवति अभिज्ञावचने लिट् लकारः भवति वा लङ् लकारः भवति द्वितीयम् अस्ति यत् यदि अव्ययपदं भवेत् तस्य योगे निषिद्धमपि अस्ति किन्तु लिट् लकारः अपि अस्ति द्वयोः संयोजनम् अस्ति किन्तु एकं निमित्तम् अस्ति सम्बन्ध क्रियायाः द्वयोः क्रियायोः सम्बन्धः भवेत् सम्बन्धः अस्ति एका लक्ष्यक्रिया द्वितीया अस्ति लक्षणं क्रिया तु इदानीं इत्यस्य यदि अस्माकम् उदाहरणम् अत्र अस्ति प्रथमम् अभिजानासि देवदत्त कश्मीरान् गमिष्यामः तत्र सक्तून् पास्यामः अत्र यदि वयं पश्यामः कोऽपि यज्ञदत्त देवदत्तं जानाति अपि जानाति त्वमपि जानाति एतत् कश्मीरान् गमिष्यामः इति अनर्जतने लिट् लकारस्य प्रयोगः अस्ति अनर्जतनभूतकाले लिट् लकारस्य प्रयोगः अस्ति कश्मीरान् गमिष्यामः तत्र सक्तू पाश्यामः अपि विकल्पेन द्वितीय वाक्यमस्ति अपि जानाति इति तत्र कश्मीरान् अगच्छाम् अत्र लङ् लकारस्य प्रयोगः अस्ति अनर्जतने भूतकाले लङ् अगच्छामः तत्र सक्तू अपि माम् यत् अस्माकं प्रथमं सूत्रमस्ति अभिज्ञानवचने लिट् तत्र आगच्छति प्रयोगः एकपक्षे अस्ति लिट् लकारः अन्यपक्षे अस्ति लङ् लकारः किन्तु किमस्ति तत्र कार्य क्रियाद्वयमस्ति एका क्रिया लक्षणक्रिया कश्मीरात् कपिष्टम गमनक्रिया इति भवति लक्षणक्रिया सत्तून् पास्यामः इति लक्ष्यं तेषां लक्ष्यमस्ति तत्र गत्वा ते सत्तून् पिबन्ति इति लक्षण एका लक्षणक्रिया एका लक्ष्यक्रिया लक्ष्यक्रिया अस्ति पानम् इति यदि यत् शब्द अव्यय योजितामस्ति द्वितीयकारणम् अपि जानाति ते तत्र पुनः ध्वनिः मन्दं जातं भगिनि अपि जानासि इति तत्र यत् कश्मीरान् गमिष्यामः अत्र अस्ति यत् प्रयोगः अत्र वयं जानीमः यदि न यदि तत्र सूत्रे वयं लिट्लकारस्य प्रयोगं न कुर्मः किन्तु अत्र एकपक्षे लिट्लकारस्य प्रयोगः अस्ति अपि जानाति इति तत्र यत् कश्मीरान् गमिष्यामः अथवा तत्र ओदनं भोक्ष्यामहे द्वयोः लिट्लकारस्य द्वयोः क्रियायौ काश्मीरान् गमिष्यामः इति गमनक्रिया यत् तत्र ओदनं भोक्ष्यामहे तत्र अपि लक्ष्यक्रिया अस्ति भोक्ष्यामहे भोजनक्रिया अस्ति यदि अन्यपक्षे किं भवति लट्लकारस्य यत् कश्मीरान् अगच्छामः तत्र यत् तत्र ओदनं भुञ्जमहि इति अस्ति चत्वारः वाक्यानि किं भवन्ति यदि एतत् सूत्रस्य उपयोगः भवति सो यत् अस्माकम् अनुवृत्तिसहितसूत्रमस्ति अभिज्ञा वचति वचति साकाङ्के धातोः निष्प्रत्ययः विभाषा अभिज्ञावचने उपपदे उपपद अनजतनं भूते इति भवति साकाङ्क्षे अपि भवति धातोः पञ्चम्या विभक्तिः अस्ति धातोः उपरि लिट् प्रत्ययः भवेत् वा विभाषा विकल्पेन लङ्लकारस्य प्रत्ययः भवेत् अभिज्ञावचने सति निमित्तिबोधक उपपदे सति अनजतनभूतकाले धातु साकाङ्क्षे लिट् लकारस्य प्रयोगः भवेत् वा सम्बन्धक्रियाद्वयम् अस्ति एकस्य आवश्यकता भवति अपरस्य केवलं पठन्ति तत्र किमपि अन्यत् अस्ति वा यत्र पश्यन्ति अस्ति भगिनि तत्र एवमपि उक्तमस्ति तर्हि सारांशरूपेण वदामः चेत् एवम् अस्ति खलु सारांशरूपे त्रीणि अहं चिन्तयामि चत्वारः निमित्तानि सन्ति वर्गे वयं त्रीणि उक्तवन्तः अभिज्ञावचने एका स्मृतिबोधक उपपदे सति द्वितीयमस्ति अनजतनभूते भूतकालस्य अनजतनभूतकाल अस्ति विवक्षा तृतीयमस्ति साकाङ्क्षे तृतीयं भवति यत्र क्रियाया द्वयोः क्रियायाः सम्बन्धः अस्ति एका लक्ष्यक्रिया अन लक्षणं क्रिया अस्ति इति त्रीणि निमित्तानि सन्ति तत्र धातोः एकपक्षे लिट्लकारस्य या यत् पदम् इति तत्र न दत्तमस्ति तत् भवति यत् अव्ययस्ति इति लिट् प्रत्ययः भवेत् एकपक्षे अन्यपक्षे तत्र तु अनद्यतने अनद्यतने भूतकाले अनद्यतनः भूतकालः भवेत्। अनन्तरं किम् अस्ति तावदेव अभिज्ञावचनं स्यात्। अभिज्ञावचनं स्यात् एतत् मुख्यंशः। अनन्तरं द्वितीयमस्ति इत्यस्मिन् न यदि वदति एतत् सर्वं भवेत्। परम् अस्ति यद् शब्दः अपि अस्ति चेत् न इति जानीमः तदा तु न सत्यपि नास्त्यपि नास्त्यपि प्रथमं लिट् लकारप्रयोगे सत्यपि असत्यपि सूत्रं वदति यद् आर् अयद् इति लिखामि यद् अस्ति चेत् तदा तु अनन्तरं साकाङ्क्षा अपि अस्ति चेत् तदा तु भवति अत्र तु भवति तत्र ग्रीन् मध्ये अस्ति तत्र अभिज्ञावचने लृट् इति विकल्पेन लृट् खलु लृट् एव प्रयोक्तव्यं विकल्पेन हा लृट् भवेत् या लङ् भवेत् इति द्वावपि भवेताम् लङ् अत्र तु केवलं लङ् भवति केवलं लङ् भगिनि पुनः न श्रूयते भगिनि भवत्याः ध्वनिः तृतीय तावदस्ति खलु तावत् समीचीनम् अत्र तत्र साकाङ्क्षा इत्यस्मिन् विषये उक्तमस्ति तत्र प्रथममस्ति लक्षणम् इति यत्र लक्ष्यलक्षणं वर्तते वर्तते धातुद्वयं वर्तते अत्र तु साकाङ्क्षा इत्युक्ते किम् उक्तमस्ति इत्युक्ते धातुद्वयं सम्बन्ध एकः धातुः लक्ष्यमस्ति अन्यः गौणः लक्षणम् अस्ति गौणः लक्षणं खलु लक्षलक्षणयो सम्बन्धति काशिका शाकाङ्क्षा इति लक्ष्य सम्बन्धः यत्र धातुद्वयं वर्तते एकं लक्ष्यम् अन्यत् एकः धातुः मुख्यः धातुः लक्ष्यं सूचयति अन्यगौणं तु लक्षणं सूचयति इति यथा गमनं लक्ष्यम् अत्र तु उदाहरणं लक्ष्यं तु भोजनं गमनं लक्षणं अस्माकम् उदाहरणे भोजनं लक्ष्यं गमनं लक्ष्यम्. अपरिज्ञातत्वात्तु लक्षणम् इति अत्र परिज्ञातत्वम् अत्र कुतः आगच्छति इति न जानामि. यत् ज्ञातम् अपि च यत् अद्यपर्यन्तं न ज्ञातमिति किमर्थं गते वयं गतवर्षे वने वयं वसामः तत् वयं जानीमः तत्र गाम् अचरयामः तद् सब्सिक्वेण्ट् भिन्नरूपेण आगच्छति. गमनं प्रथमं भवति खलु, तर्हि वसनं प्रथमं भवति. वने वसामः वत्स्यामः इति प्रथमं वने वत्स्यामः इति प्रथमं, तत्तु गौणमस्ति लक्षणं वत्स्यामः. चरामः भवति मुख्यतः, चरामः द्वितीयः. चरामः इति वने तत्र वने गत्वा वने चरामः गत्वा चरामः इति लक्ष्यं भवति, लक्षणं भवति. अत्र अत्र कुत्र द्वितीयं मम ब्रह्मः अस्ति, तत्र उभयत्र लृङ् भवति वा लृट् भवति? यदि भवती बालमनोरमा क्लिक् करोषि तत्र व्याख्याने अस्ति पूर्वं वने अवसाम तत्र वने गा अचारयाम इति यत्तत् हे कृष्ण स्मरसि इत्यर्थः. तर्हि अत्रापि चरिष्यामः इति भवति खलु, वत्स्यामः अपि च चरिष्यामः. अत्र तु लक्षणम् अस्ति, अत्र तु लक्ष्यम् अस्ति. लक्ष्यम् अस्ति चर. सो इन् आर्डर् टु टेल् द स्टोरी दट् वि रोम् द राउण्ड्, I am emphasizing Gauna. I am also using the fact that we lived in the vana. Right? Tarhi tattu gana. Atra aparichitam papa. Parichitam aparichitam kitikma pinasiti mama akangshe hasti. Bhagni yadi mahodaya jat udaranam likhitava. Kashmira deshe gach gamishyamaha. Atreva likamaha. Sattun pibamaha. तत्र लिखति गमनक्रिया इति अस्ति लक्षणं, पानक्रिया अस्ति लक्ष्यं. सत्यं सत्यम् आम् गमिष्यामः. सत्तून् पास्यामः. तत्र ओरिजिनल् किमर्थम् अत्र परिचितम् इति गमिष्यामः इति अपरिचितम् इति, अत्र तु परिचितम् इति किमर्थं, किं परिचितम् अस्ति अत्र? एतत् अपरिचितम् अस्ति, किम् अपरिचित, एतत्तु लक्षणं, किमर्थम् एतत् परिचितम् इति उक्तमस्ति? यत् लक्ष्यम् अस्ति अपरिचितम् इति किमर्थम् उक्तमस्ति? कुतः अपरिचितम् इति अत्र आगच्छति इति मम प्रश्नः. कुत्र अस्ति भगिनि अपरिचितमिति? अत्र उक्तमस्ति भगिनि अपरिज्ञातत्वात् तु लक्षणम्, अपरिज्ञातत्वात् लक्षणम् इति अपरिज्ञातलक्षणं. क्षम्यतां, मम अपरिज्ञात परिज्ञातं लक्षणं यत् वयं चरामः यथा अग्रे अग्नेः धूम इति पदमेव मैण्ड् परिज्ञातत्वात् लक्षणं तेन हि ज्ञानो लक्ष्यते. अपरिज्ञातं लक्षणं जनो लक्ष्यते, लक्ष्यम् अस्ति इति उक्तमस्ति खलु. भोजनं तु लक्ष्यम् अपरिज्ञातत्वात् न तु लक्षणम्. अत्र पश्यतु परिज्ञातम् एतदेव उक्तमस्ति खलु, यत् परिज्ञातम् अस्ति तत् लक्ष्यम् इति अस्ति. परिज्ञातम् इत्युक्ते यत् वाट् इस् अण्डर्स्टुड्, what is seen iti kalu, what is known, how can we, I mean both happened in the past and we know both, so how can you say I did not know, how can you say that I remember sukhin pasya? No, he is reminding, remember we lived there and right. Then which is parijnatam, that parijnatam, how can you say I don't remember or I don't aparijnatam iti katham vaktum shakyate iti, how can I say this is something I did not know? न तद् तेन कारणेन एव स्मरसि कृष्ण इति पृच्छति. वयं तत्र वसामः, तस्य अपरं किम् अभवत्? तप्तुं अपिबाम कश्मीरान् आगच्छामः. क्लेशः अस्ति अपरिज्ञात परिज्ञात इति शब्दयोः प्रयोगः कुतः इति. किमर्थं परिज्ञातं लक्षणम्? अपरिज्ञातं क्षम्यतां, परिज्ञातं लक्षणम् अपरिज्ञातं लक्ष्यम्, अपरिज्ञातं लक्ष्यं, क्षम्यतां. कदापि यदि वयम् अस्माकं लक्ष्यमस्ति पानक्रिया, किन्तु सर्वं नास्ति. लक्ष्यं लक्षणम् अवगच्छामि, परिज्ञात अपरिज्ञात अर्थः उभयोः अर्थः कः? यदि वाट् इस् नोन्, परिज्ञातम् इस् वाट् इस् नाट् नोन्. It is not known to me. Suktam pibamaha vatsyamaha iti. I'm trying to remind you, right? Oh, probably that's why. I'm trying to remind you, that's why. So you don't know right now. You don't remember it right now, probably. So I'm trying to remind you. I thought, yes. Hello? Iti krutva parijnata iti uktam asti. Haan, avagatam. Makam shikmi. अत्रैव यत् योगे लिखामः तर्हि वाक्यं कथं भवति? भवान् स्मरति किम्? त्वं स्मरसि साधु, भवान् त्वं स्मरति किं? वयं गतवर्षे जुलै 4 काश्मीरान् गमिष्यामः यत् इति प्रयुक्तं खलु, तावदेव सूक्तिं पास्यामः, तावदेव अस्ति खलु. नास्ति चेत् केवलं यत् त्यक्त्वा लिखामः चेत् तत् विना यत् तावत् तदेव उक्तवान् खलु वर्गे महोदय, अन्यत् किमपि उक्तवान् वा? तत्रैव. मया अहं गतवर्षे भगिनी, गतवर्षे वयं न्यूयार्क् नगरे गमिष्यामः, क्रीडाग्नि द्रक्ष्यामः. भवती भगिनी सरला भगिनी स्मरति किं? वयं प्रायः दशवर्षेभ्यः पूर्वं जाह्नवीं गमिष्यामः. तत्र एकस्मिन्नेव प्रकोष्ठे स्मरति वा भगिनी? आमाम्. अन्य वा उदाहरणे वक्त भगिनी भगिनी अत्र एकनिमिषे अत्र यत्र भवान् स्मरसि किं, स्मरति किं यत् वयं गते वर्षे कश्मीरान् गमिष्यामः सप्तन् पास्यामः, द्वितीयवाक्यं लङ्लकारे भवेत्. एतदपि भविष्यत्काले चेत् गते वर्षे कश्मीरान् अगच्छामः. उभयमपि उभयमपि लृट् वा उभयमपि लङ् वा भवितुं न अत्र पश्यतु महोदय, अत्र विमला भगिनी अत्र पश्यतु. अभिज्ञानासि देवदत्तः यत् कश्मीरान् गमिष्यामः अथवा यत् कश्मीरान् गच्छामः यत् यत् तत्र ओदनं तत्र ओदनं वोक्ष्यामहे इत्र लृट्, नो चेत् तत्र ओदनम् अभुञ्ज्महि इति लङ् तत्र उभयमपि उभयोः धातोः तत्र विधानं भवितुम् अर्हति. उभयो परन्तु एकः एकं लटि अन्यत् लङि. यत्र अत्र पश्यतु वत्स्यामः भोष्यामः इति अभिज्ञानमिति देवदत्तः यत् कश्मीरेषु वत्स्यामः यत् तत्र ओदनं भोक्ष्यामः इत्यस्मिन् वत्स्यामः इति लृट् भोक्ष्यामः इत्यपि लृट् अथवा यत् कश्मीरान् गच्छाम अगच्छाम तत्र यत् उट्टङ्कनदोषमस्ति भगिनि अत्र मम पटलं दृष्ट्वा वदति वा अहं प्रदर्शयन्ति न न अहम् अस्तु अस्तु अत्र वाक्यद्वयं एकविषयम् अहमपि यदि काशिकां अभिजानासि देवदत्त बृहत् बृहत् कर्तुं शक्यते किं भगिनी यत् महोदय लिखितवान् तत्र क्वचित् भिन्ना अस्ति तत्र बुट्टकन्दोषः अस्ति भगिनी यत् महोदयस्य करपत्रे किं उट्टकन्दोषः यत् अभिजानासि देवदत्त यत् बृहत् कर्तुम् अहं मम करपत्रात् यतोहि भवतः बहु लघु अस्ति अभिजानासि देवदत्तः इत्यस्ति अत्र सम्बोधने देवदत्त इति भवेत् अभिजानासि देवदत्तः कश्मीरान् गमिष्यामः तत्र सक्तु तत्र किमस्ति सक्तुन् पास्यामः अथवा लङ्गि अभिजानासि देवदत्त पुनः देवदत्तः न भवेत् देवदत्त इति सम्बोधन कश्मीरान् गच्छामः न अगच्छामः आगच्छामः तत्र सक्तुन् अपिबामः नास्ति इत्युक्ते लृट् लकारः भवेत् खलु गमिष्यामः इति भवेत् नो चेत् अगच्छामः इति भवेत् खलु अगच्छामः तत्र सक्तुन् अपिबाम अपिबामः इति नास्ति मम एवम् अस्ति ऐ थिङ्क् महोदय इन् प्लेस् आफ् लृट् ऐ थिङ्क् यु केन् आल्सो यूस् लट् देट् इस् देट् इस् अ साकाङ्क्षा whether you use yet or not even na, if na, you use bhinna karyam bhinna karyam vadami your concern is gachhamah iti latlakarah asti kalu that is our concern forget the no let nasyat abijana kashmiran agachhama iti bhavet gamishyamah prathamataya latlakare gamishyamah pasyamah iti asti अथवा महोदयस्य करपत्रे अभिजानासि देवदत्त इन् द प्लेस् आफ् लृट् यु केन् आल्सो यूस् लट् देट् इस् अनदर् नो यु केनाट् लूस् यूस् लट् इट् हेस् टु बि लङ्ग् बिकास् न भगिनी अत्र नास्ति भगिनि भिन्नसूत्रमस्ति इति वदामि there is a different sutra I think which says like I want to say I will go to the temple today right I can say aham mandiram gachhami iti vaktum shaknami it need not latlakara need not always mean vartam aduna pravartate iti arthah nasti agre yat bhavati tasya krute api vaktum shakyate iti parantu atra sakankshe vibhashakankshe iti asra bhuta anajyatana kale dhatoh lrat अहं न जानामि तत्र दोषः अस्ति वा प्राबब्लि महोदय डेफिनेट्लि इट् केन् बि ऐदर् लङ्ग् आर् लृट् तत्तु लट् तदेव वि केनाट् डिटर्मैन् इट् रैट् नौ बिकास् वी हेवन् लर्न्ड् आल् द सूत्रस् इस् मै पायिण्ट् किन्तु अधुना अहं पूर्णतया तस्मिन् विषये न जानामि सो प्रायः एषः दोषः एव स्यात् किन्तु महोदयः प्रष्टव्यः किन्तु today we know that it can be either we can use lung can be used in either way right it doesn't mean that if I use written one I have to use it in another shabd vayoho dhatuho samaan alkarah iti samaanam sya samaanam samaanam sya bagni mahodaya jojitavan tvayam anya sutrani sutre यद् भवती उक्तवती तत्र सूत्रमस्ति आशंसायां भूतवच भविष्यत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन सूत्रं 3132 अग्रिमे सप्ताहे वयं पठामः पठिष्यामः वा पठामः इति अपि भवति. आशंसायां भूतवच् No, I'm not talking about past tense. I'm talking about present tense. You can use lat in the place of lrit iti uktavati. Tattu bhinnam asti. Tatra etatu brihat asti. Tatra aneke vishayaha santi atra. Tadartham eva anekani vishayaha kim asti. Aneke vishayaha santi iti krutva. We cannot say we might have to ask. No, no, I'm not saying Mahoday is wrong. Uttankana dosha asti iti. Mama manasi. प्रायः स्यात् नो चेत् प्रायः तत्र भवितुं न जाने पश्यामः. When you were reading, I noticed that Mahodaya has put in differently. Tatrapi agachchamai iti likhitam asti. Probably Mahodaya might have corrected the actual karapatra, but it's a PDF, right? We are using a PDF. Yeah, tatra gachchama asti, maya just Mahodaya asti, gachchamaha nasti, gachchama asti. Tatra vakya dvayam asti bhagini. Prathama vakya gachchamaha iti asti, dvitiya vakya gachchama iti. There are two lines. Dvaya vakya aham pashanti asmi. We are reading from your karapatram. So no, karapatram na aham PDF na asti ki mahojasya jatya asti tatra dattam asti. But website is down, right? How are you reading from their website? Because I downloaded it in the afternoon. Oh, you downloaded another copy, is it? I mean, this is the one Vidya Bhagni sent it. This is the one in the afternoon I downloaded from the site. So there is Abhijana ki Devata Kashmiran Agachama iti asti, Natu Maha, Tata Satun Apibama iti asti. So he has corrected it. तदनन्तरं द्वितीयवाक्यं तत्रापि क्लेशः अस्ति भगिनि. तत्रापि नास्ति तत् अथवा यत् कश्मीरान् अगच्छाम यत् तत्र ओदनं भुञ्जमहि इति अस्ति. अभुञ्जमहि अभुञ्जमहि अगच्छाम अभुञ्जमहि. एकपक्षे लिट् लकार द्वयोः क्रियायोः अभिजानासि देदत कश्मीरान् गमिष्यामः तत्र सप्तून् पास्यामः अपि यत् यत् अस्ति तत्र अपि लिट् लकारस्य प्रयोगः अस्ति. तदेव पुरातनकरपत्रम् अस्ति इति कृत्वा प्रायः दोषः स्यात् महोदय. परिवर्तितवान् तावदस्ति खलु, अन्यत् किमपि नास्ति. न विरमामः किं तर्हि? अस्तु भगिनि, धन्यवादः. धन्यवादः भगिनि. सरला भगिनि, शुभाशय जुलै भवत्यपि. सरला भगिनि किं